अनुनासिकान्तकनादिधातोः अनुनासिकस्य लोपो वा भवति ल्यपि परे. सिद्धान्तकौमुद्याम् अनुदात्त उपदेशानां वनति तनोत्यादीनाम् अनुनासिकलोपो वा स्यात् ल्यपि. अस्मिन् सूत्रे यः विकल्पः विधीयते तस्य नाम व्यवस्थितविभाषा इति. यस्य अर्थः अयं यत् ये पञ्चदशधातवः अस्मिन् सूत्रे उक्ताः तेषु ये मकारान्ताः तेषां वा अनुनासिकलोपः. अवशिष्टानां च धातूनां नित्यम् अनुनासिकलोपः. यपि सप्तम्यन्तं च अव्ययपदं विपदमिदं सूत्रम्. अनुदात्त उपदेशे वनति तनोति आदीनाम् अनुनासिकलोपो झलि गिति इत्यस्मात् अनुदात्त उपदेश वनति तनोति इत्यादीनाम् अनुनासिकलोपः इत्येषाम् अनुवृत्तिः. येषां पदानामपि अत्र पदविभागः च विभक्तिश्च सूच्यते. अनुदात्तः उपदेशे येषां ते अनुदात्त उपदेशाः बहुव्रीहिः धातोः विषय तनोतिः आदि येषां ते तनोत्यादयः तदपि बहुव्रीहि धातोः विषये. अनुदात्त उपदेशाश्च वनतिश्च तनोत्यादिश्च तनोतादयश्च तेषाम् इतरेतरद्वन्द्वः. अनुदात्तोपदेश वनति वनति तनोत्यादयः तेषाम् अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुदात्तोपदेश वनति तनोत्यादीनां षष्ट्यन्तम् अनुनासिक इति लुप्तषष्टिकं पदं लोपः प्रथमान्तम् अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन त्रादशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनति विहाय अनुनासिक इति पदं सर्वेषां विशेषणम्. अलोन्त्यस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः. अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्त उपदेशे वनति तनोत्यादीनाम् अङ्गस्य लोपः वा ल्यपि. अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः. वन् धातुः भ्वादिगणे अनुनासिकान्त अनुदात्त उपदेशधातुः यं रं नं गं हन्मन् अनुनासिकान्त तनादिधातवः तनुक्षिणुक्षणु ऋणु तृणु घृणु वनु मनु. एषु धातुषु मन् धातुः दिवादिगणे हन् धातुः अदादिगणे अष्टधातुः तनादिगणे सन्ति. अवशिष्टाः भ्वादौ एव. येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति ल्यपि परे. स च अनुनासिकवर्णः मकारः अस्ति चेत् तस्य लोपः वैकल्पिकः, मकारः नास्ति चेत् तस्य लोपः नित्यः इति पुनः तत् पठितं. भगिनी भवत्या गतसप्ताहे एतत् पठितं किम्? आं भगिनि, केवलं करपत्रं पठितवन्तः भगिनि. आं भगिनि, किन्तु तत्र उपसर्गः यत्र अस्ति तस्मिन् विषये वयं न पठितवन्तः. कस्य विषये? अत्र उपसर्गस्य, तत्र उपसर्ग यत्र उपसर्गादृति उपसर्गादृति तत्र आरभ्य पठितुं शक्नुमः खलु अपि अद्य. अन्य कोऽपि पठेत् किं? सूर्यकुमारी भगिनी पठति वा भगिनि? भगिनि प्रा आरभ्य यथा अत्र यः धातुः यः धातुः उकारादि तस्मात् पूर्वं तादृश उपसर्ग अस्ति यस्य अन्ते अकारः अस्ति चेत् द्वयोः वर्णयोः स्थाने एकवृद्धेः एकादेशः भवति उपसर्गा धृतिधातौ इति सूत्रेण. तत्र धातुः अस्ति अकारान्तधातुः, क्षम्यताम्, उपसर्ग अस्ति अकारान्तधातुः, तदनन्तरं ऋकारादि धातुः अस्ति, तदनन्तरं लेप् प्रत्ययः अस्ति चेत् त्रीणि निमित्तानि अकार ऋकारस्थाने एक वृद्धि भवति इति. यत् उदाहरणमस्ति प्रायोगः ऋणु योगः लेप् प्रायोगः ऋण् लेप् यकार भवति लोपानन्तरं, तत्र नक मूर्धननकार अस्ति, तत् नकारः नित्यं लोप भवति प्रायोग वाल् वाल् अपीतनेन तत्र नकारे नित्यं भवति प्रायोगः रुयोगः या प्रा अकार अस्ति रु ह्रस्व इक्वर्णकः अस्ति यकार अर्धधातुप्रत्यय अस्ति गुण भवति अर् भवति प्रा अर् योगः या प्रा आकारस्थाने वृद्धि भवति प्रा भवति तस् पूर्वम् एक सूत्रमपि आगच्छति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण उपसर्गाद्रुति धातौ इत्यनेन प्रा योगः तायोगः य उरन्रपरप इत्यनेन ऋकारस्य स्थाने यदा अन्नादेशः भवति सः अन् सदा रपरः प्रारयोगः तायोगः य प्रार्थ्य अन्तिमरूपं भवति. प्रक्रियायाः सूत्राणां बलाबलादिचिन्तनं वाल् वाल्यपि उपसर्गाधृतिधातौ येनयोः युगपत् प्रसक्तिः द्वयोः मध्ये वाल्यपि परसूत्रम् अङ्गकार्यं च अतः तस्य प्राप्तिः प्रथमं वाल् द्वौ सूत्रयुगपत् आयाति वाल्यपि उपसर्गधृतिधातौ वाल्यपि पूर्व सूत्रम् उपसर्गाधृति धातौ परसूत्रं वाल्यपि सूत्रं वाल्यपि इति परसूत्रं खलु क्षम्यतां वाल्यपि परसूत्रम् आमाम् उपसर्गाधृति धातौ पूर्वसूत्रमस्ति परसूत्रं वाल्यपि अङ्गकार्यम् अपि भवति अङ्गकार्यं तत्कारणेन वाल्यपि बलवत् भवति प्राप्तिः भवति तदनन्तरं ह्रस्वस्य पिति कृति तुक् उपसर्गधृतिधातौ द्वावपि युगपत् आयाति आयतः द्वयोः मध्ये किं बलवत् भवति इति तत्र उपसर्गधृतिधातौ परसूत्रम् अपि नित्यसूत्रं किन्तु अन्तरङ्गत्वात् ह्रस्वस्य पिति कृतित्वक् इत्यस्य प्राप्तिः अत्र बहिरङ्ग अन्तरङ्गप्रसक्तिः अस्ति ह्रस्वस्य पिति कृति तुक् अन्तरङ्गसूत्रम् उपसर्गाधृतिधातौ उपसर्गबहिरङ्गसू बहिः अस्ति चेत् बहिरङ्गसूत्रमस्ति पूर्वपरे अन्तरङ्गबहिरङ्गो अन्तरङ्गं बलवत् भवति तत्कारणेन ह्रस्वस्य पिति कृति तुक् इति प्रथमं भवति निमित्तं तदेव बहिरङ्ग अनन्तरं उपसर्गाधृतिधातौ इत्यस्य बहिरङ्गत्वात् अनन्तरं प्राप्तिः भवति, प्रथमं तु आगम भवति. दुःख आगम अनन्तरमेव उपसर्गाधृतिधातौ प्राप्ति भवति. वक्तुमिच्छामि भगिनि, तस्य विषये उपसर्ग सूत्रमपि पठामि भगिनि. चर्चा भवति, यतोहि वाल्यपि इत्यत्र इति परसूत्रमिति तस्य कार्यं प्रथमं भवति, णकारस्य लोपः ध्वनि किञ्चित् भवत्या तदुक्तं परसूत्रमिति कृत्वा वाल्यपि इति प्रथमं भवति. पश्चात् अत्र प्र ऋ ल्यप् इति अस्ति, ह्रस्वस्य प्रतिकृति तुक् इति प्रथमं भवेत् वृद्धि आदेशस्य प्रथम पूर्वमेव. यदि प्र आर् भवति तदा ऋकारः रेफः, तत् ह्रस्व अङ्गः नास्ति, तेन कारणेन प्र र ह्रस्वस्य प्रतिकृति तुक् त य प्ररख्य, तत् तस्य अनन्तरमेव उपसर्गात् प्रतिधातौ इति कृत्वा प्र आर्त्य प्र प्रार्थ्य इति भवति. आर् इति प्रथमं न भवति ह्रस्वस्य प्रतिकृति तु, यतोहि तस्य कृते पूर्व ह्रस्व स्वरः भवेत्, ऋकारः ह्रस्व अस्ति इति कृत्वा प्र र त्य, तस्य पश्चात् प्रयोगः र आर् भवति, प्रार् प्रार्थ्य इति रूपम्. अस्य विषये बहु चर्चा अभवत्, यतोहि कः प्रथमतया एतत् चिन्तनमिति नित्यसूत्रमस्ति इति, तस्य पश्चात् उक्तं यत् यत् एकं बहिरङ्गम् एकम् अन्तरङ्गमिति अस्य सूत्रस्य कृते. उपसर्गात् इति धातोः बहिरङ्गसूत्रमस्ति, ह्रस्वस्य पिति प्रतितुक् इति अन्तरङ्गसूत्रमस्ति, यतोहि उपसर्गः पदमस्ति, पदः किं किं वदामः पदः पदमस्ति इति. पदान्तरं भवति कार्यं, पदान्तरकार्यम् अस्ति, अन्यत् तु साक्षात् पद पदस्य एव मध्ये कार्यं भवति, तत्र ह्रस्वस्य पिति कृति तुक् इति. अन्यत्तु पदान्तरम् अस्ति, भिन्नपदमस्ति तत्र प्र इति कृत्वा तत्र बहिरङ्गं भवति. बहिरङ्गम् अन्तरङ्गम् इत्यस्मिन् विषये बहु किमपि यथा महोदय पाठितवान्, भिन्नभिन्न विधाः भवन्ति, विधा भवन्ति बहिरङ्गम् अन्तरङ्गम् इति ज्ञायते इति मन्ये. प्रथममासीत् पूर्वोपस्थितम् अन्तरङ्गम् इति, यथा अधुना भगिन्या उक्तं खलु पूर्वोपस्थितम् अन्तरङ्गम् इति. तदनन्तरम् अन्यत् उक्तम् आसीत् किम् अस्ति न्यूननिमित्तिकम् अन्तरङ्गम् इति अपि उक्तम् आसीत्, यत्र निमित्तानि न्यूनानि अपेक्षितानि चेत् तत् अन्तरङ्गम् इति उक्तम् आसीत् इति विधद्वयं मया अवगतम्, अन्यत् तु न अवगतमेव. अन्यत् किमपि महोदय उक्तवान् पाठितवान्? पूर्व उपस्थितम् इत्युक्ते किं? पूर्व उपस्थितम् इत्युक्ते भगिन्या यथा उक्तम् आसीत् तत्र पदयोः अन्ते यत्र पदान् तत्र यत्र पदस्य अन्ते अपि यदि कार्यद्वयम् अस्ति चेत् धातोः अनन्तरं वा, हा ऋ धातोः अनन्तरमेव कार्यद्वयम् अस्ति चेत् तत्र यत् विच् अवर् ग्राविएट्स् टुवर्ड्स् द मिडल् इति पश्यामः खलु, तद्भवति अन्तरङ्गम्. किञ्चित् बहिः अस्ति चेत् तद् बहिरङ्गं भवति इति चिन्तनम् उदाहरणम् महोदय तत्र बालचिन्तने करपत्रे बहूनि दत्तानि. अग्रे पठ्यता सूर्यकुमारी भगिनी, अस्य विषये बहु किमपि उक्तं तत् तेन कारणेन अहं वक्तुं सम्यक् भगिनी. अत्र अत्र अत्रापि वाल्यपि इत्यत्रापि अन्तरङ्गम् इति वक्तुं शक्यते खलु. वाल्य इत्यत्र व्यवस्थितविभाषा इति अस्ति, इत्युक्ते केवलं मकारान्तधातूनां विकल्पेन भवति मकारलोपः, किन्तु अवशिष्ट एकादशधातूनां नित्यं भवति. आम्, तत् कार्यं महोदय तत्र परसूत्रम् अङ्गकार्यञ्च इति उक्तवान्, चिन्ता नास्ति. किन्तु तत्तु यद्यपि परसूत्रम् अस्ति तथापि पूर्वपरनित्य अन्तरङ्गानाम् उत्तरोत्तरं बलीयः इति अस्ति खलु, इति कृत्वा अन्तरङ्गमपि भवति खलु. व्यालपि इति अन्तरङ्गमपि भवति, तत्र लोपः नकारलोपः अन्तरङ्गं भवति खलु यत् उपसर्गाहृति धातौ इत्यस्य अपेक्षया इति कृत्वा अन्तरङ्गत्वेन अपि तत्र वाल्यपि एव बलवद् भवति खलु. तद् अहं न जाने. उदाहरणे मकारः नास्ति, किन्तु नकारस्य लोपः यत् कार्यमस्ति वाल्यपि इत्यनेनैव भवति खलु. विकल्पेन न भवति, नित्यं भवति व्यवस्थितभाषा इति कृत्वा. तथापि तस्य कार्यम् इद् अधुना सूत्रद्वयम् अस्ति खलु, उपसर्गादृतिदातौ इति सूत्रं कार्यं कर्तुम् अर्हति. प्ररुणु ल्यप् इति ऋण् ल्यप् इति य इत्यस्मिन् तत्र स्थितौ. अनन्तरं वाल्यपि इत्यपि कार्यं कर्तुं शक्नोति. तदा कस्य कार्यस्य बलं भवति इत्युक्ते, वाल्यपि इति परसूत्रमस्ति सत्यम्, अङ्गकार्यम् अस्ति सत्यं, किन्तु तस्मात् अपेक्षया अन्तरङ्गमपि अस्ति खलु इति कृत्वा अन्तरङ्गम् इति कारणेनैव तत्र कार्यं भवति खलु. किमर्थम् इत्युक्ते पूर्वपरनित्य अन्तरङ्ग इति उत्तरोत्तरं बलीयः भवति खलु. यद्यपि परसूत्रम् अस्ति, अन्तरङ्गम् अस्ति चेत् तदेव बलवद् भवति खलु. बलाबलचिन्तने महोदय किमर्थं तत् त्यक्तवान् न जाने. तत् तस्मिन् विषये न जानामि किमर्थं तत् यदि परसूत्रम् अङ्गकार्यम् इत्यनेव कार्यं सिद्ध्यति, किन्तु तस्यापि अपेक्षा अन्तरङ्गत्वं. कदाचित् महोदय अन्तरङ्गस्य विषये हि डजन् टच् अपान् अन्तरङ्गं. किमर्थम् इत्युक्ते जाटल्यं भवति इति कृत्वा कदाचित् तद् उपयुज्य प्रतिपादनं न करोति. चिन्ता नास्ति, अवगच्छामः खलु अत्र. किन्तु मम तु यदा अहं चिन्तितवती एतादृशचिन्तनं किमर्थं मम मनसि न उद्भवति एव मम चिन्तनमस्ति. कदापि न, तदेव न जानामि इति वदन्ती अस्मि भगिनि. कदाचिदपि एतादृशचिन्तनं कस्य सूत्रस्य प्रथमं कार्यम् इत्यपि न मनसि जायते एव. केवलं ब्लैण्ड् रूपेण अहं तु करोमि तत्र कार्ये स्थित्वा. समीचीनम् अस्ति. मणिमहोदय पठति वा महोदय, अत्र उपसर्गादृतिदातुः इति सूत्रं पठति वा महोदय. उपसर्गादृतिदातौ आवर्णान्दात् आवर्णान्दात् उपसर्गात् ऋकारादिदातौ परे पूर्वपरयोः वृद्धिः एकादेशः भवति. उपसर्गात् पञ्चम्यन्तं तृतीय सप्तम्यन्तं दातौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः, एकः पूर्वप्रयोः इत्यस्य अधिकारः. यस्मिन् विदितदन्तात् फल्ग्रहणे इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात् अनुवृत्तिसहितसूत्रम् आत् उपसर्गात् वृद्धि धातोः पूर्वप्रयोः एकः वृद्धिः. सूत्रं वदति आवर्णान्त उपसर्गस्य अन्ते यदा आवर्णस्य उदाहरणे प्र इति ततः परं ऋकारादिधातोः अस्ति चेत् पूर्वप्रयोः अथवा उपसर्गस्य वा अथवा ऋकारादिधातोः पूर्वप्रयोः एकः वृद्धिः इति भवति इति सूत्रं वदति. अनुवृत्तिसहितसम्बन्धे तदेव आत् उपसर्गात् वृद्धिः धातोः पूर्वप्रयोगः वृद्धिः इति. महोदय एकं किमपि उक्तं चेत् महोदय सम्यक् उक्तवान्, अवगतं. अग्रेपि पठितुम् अग्रेपि वदति. सम्प्रसारणे हलन्तधातवः वचिसपि रजादीनां तिथि इति सूत्रेण वच्यादि इति एकादशानां धातूनां सम्प्रसारणं भवति इति प्रत्ययपरे. ग्रहि जिय वै व्यधि वश्चि विचदि पृच्छति पृच्छति मृजदीनां इति च इति सूत्रेण ग्रह् जिय वै व्यद् वश् व्यच् प्रश् प्रच् ब्रज् येषां सम्प्रसारणं भवति इति निति प्रत्ययपरे. हलन्तानां सम्प्रसारणं धातूनां सम्प्रसारणं प्र योः वच् योः ल्य प्र योः उच् योः य प्रोच्य अत्र कथं भवति वदामि चेत् प्र उपसर्गमस्ति वच् वच् अत्रापि प्रौच्य इति भवति खलु प्र अनन्तरं ऋकारादि नास्ति क्षम्यतां ऋकारादि तस्य उकारस्य स्थाने उकार आदेशः अकार उकारयोः गुणकार्यं भूत्वा प्रोच्य इति युष्कं भवति तदेव अनन्तरं प्र एव स्व उकारस्य उकारः भवति सु भवति अतः प्र सुप्य इति रूपं भवति अनन्तरं प्रयज् प्रयोः अत्र अत्र यकारस्य इकारः भवति अतः यज् यदि अत्र अकार इकारयोः गुणभूत अप्रयज्य इति रूपं भवति आं महोदय अरुणा भगिनी पठति धन्यवादः एवमेव प्रायोगव्योगाल्यात् अत्रापि वकार सम्प्रसारणेन अस्ति वकारस्थाने उकार आगच्छति प्रायोगः योगाल्यात् अत्र प्रो प्रोक्त्या इति रूपकागति साधु भगिनि प्रायोगः वाहल्यात् प्रायोगकारसम्प्रसारवर्णः उकार आगच्छति प्रोह्यत् प्रोह्य इति रूपं भवति वश् अत्रापि वकारस्थाने उकार भवति जन्यो सम्प्रसारणेन प्रा उस्ल्य अत्र प्रोकृष्य रूपं शकारः भवति खलु वश् इत्यस्य शकारः भवेत् परन्तु केन सूत्रेण इति न ज्ञातं वर्गे अपि प्रोष्यति न अत्र तत्र किम् अस्ति अनन्तर अग्रिमं सूत्रमस्ति तत्र आदेशप्रत्ययोः इति अस्ति खलु तस्य अनन्तरम् अन्यत् सूत्रमस्ति येन वस् इत्यस्य वदामि अहं शादि वस् शासि वसि धृतीनां च इति सूत्रं शासि वसि घसीनां च इति सूत्रेण अग्रिमं सूत्रमस्ति आदेशप्रत्ययोः इत्यनेन 8360 महोदय 8360 शास् धातोः अनन्तरं वस् धातोः गस् धातोः त्रयाणामपि तत्र सकारस्य शकारः भवति इन्कोः प्रायोगव्योगल्यात् अत्रापि प्रायोगः कुद् यः प्रोद्य इति रूपं प्रायोगग्राह् ग्रह् योगल्यात् अत्र रेफा सम्प्रसारवर्णः संस्थाने ऋकार आगच्छति प्रागृह्य प्रागृह्य इति रूपम् प्रायोगव्यद् अत्र सम्प्रसारणमित्यनेन केवलं यकारस्य स्थाने इकार आदेशः भवति प्राविद् प्राविद्य इति रूपं भवति पठामि भगिनि प्रायोगव्यस् यत् अत्रापि उकार आगच्छति प्रा उष् लप् प्रोष्य प्रोष्य प्रायुगव्यच् यत् अत्रापि यकार एव सम्प्रसारणं भवति सूत्रमस्ति सम्प्रसारणं प्रायोगः इ च य प्रविच्य प्रवश्च अत्र स्वकारस्थाने ऋकार आगच्छति प्रवृश् शकारलोपः भवति भगिनि अत्र केन सूत्रेण न भगिनि अत्र तु न भवति दृश्यति भवति खलु प्रवृश्य एव न प्रवृश्य इति खलु रेफस्य तु ऋकारः भवति तावद् प्रवृश्य प्रा यः प्रच् युगल्य अत्र ऋकारस्थले ऋकार प्रापृच्छ इति रूपं प्रा यः ब्रश्च युगल्य अत्र रेपस्तुतानि ऋकार आगच्छति प्रा ब्रश्च यकार सकार तृणाष्टरूप भवति भगिनि प्रथमम् वृश्य प्रवृश्य इत्यस्मिन्नपि पूर्वं सकारः आसीत् आदौ तु सः तु सकारः अस्ति सकारस्य षत्वं जातं षत्वं जातं तदनन्तरं वृश्य इति उक्तवती खलु तत्र षकारस्य लोपः भवति वा इति पृष्टवती खलु सः तु पूर्वं तु मूले तु सकारः एव अस्ति वृश्य इत्येव धातुः किन्तु तत्र षत्वं भूत्वा षकारः जातः तालव्यषकारः जातः दन्तिसकारस्य तालव्यषकारः जातः किन्तु ल्यप्प्रत्ययः हलि नास्ति खलु जलि नास्ति खलु इति कृत्वा तत्र स्तोः संयोगाद्योरन्ते चेतनेन तस्य सकारस्य लोपः न भवति यदि जलि आसीत् चेत् भवति स्म पुनस्तु तदनन्तरं जलं चषि इति सूत्रेण भृज्य इति रूपम् अभृज्य इति अन्तिमरूपम् एकनिमिषं अच्छा सम्प्रसारणं नाम किम् इति चेत् इग्जनः सम्प्रसारणं जनः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति इक् प्रथमान्तं जनः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणमिति सम्प्रसारणविधायके द्वे सूत्रे वचिस्वपि यजादीनां खिति अपि च गृहिज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भ्रजतीनां ङिति इति च वचिस्वपि यजा अथ इज्ञसम्प्रसारणमिति स्पष्टमस्ति खलु सर्वेषां कृते इकस्थाने यणस्थाने इक्वर्णादेशः भवति द्यवरल इत्यत्र इ उ ऋ इति सम्प्रसारणम् वचिस्वपि यजादीनां किति वच् स्वप् यज् वप् वः वस्वद् वै ह्वै श्वि व्यै इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे यज् आदिः येषां ते यजादयः वचिश्च स्वपिश्च यदा यजादयश्च तेषाम् इतरेतरद्वन्द्वो वचिस्वपि यजादयः तेषां वचिस्वपि यजादीनां वचिस्वपि यजादीनां षष्ट्यन्तं किति सप्तम्यन्तं द्विपदमिदं सूत्रं श्यङ्गः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अभिवत्सेतसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति किति इत्युक्ते कित् प्ररे एतेषां धातूनां सम्प्रसारणं भवति अत्र ल्यप् प्रत्यये क्त्वाप्रत्ययस्य स्थाने अस्ति इति कृत्वा तत्र कित्वम् आरोपितमस्ति अध्यारोपितमस्ति तेन कारणेन एतेषां धातूनां पश्चात् यदि ल्यप् आगच्छति तदा एतेषां धातूनां सम्प्रसारणं भवति तथा एव गृहिज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भ्रजतीनां किति इति कितिप्रत्यये परे सम्प्रसारणं भवति काशिकायां ग्रह उपादाने ज्यावयोहानो वेयो वै व्यधताडने वशकान्तौ व्यच व्याजीकरणे ओवृश्युच्छेदने पृच्छजीप्सायां भ्रश्च पाके इत्येतेषां धातूनां ङितिप्रत्यये परतः चकारात् खिति च सम्प्रसारणं भवति. खितिप्रत्यये परे चकारात् इत्युक्ते किं? परतः चकारात् सम्यक् न अवगतं. धातूनां ङितिप्रत्यये परतः चकारात् खिति च सम्प्रसारणं भवति. गृहश्च जाश्च वैश्च व्यधिश्च वष्टिश्च विचतिश्च. भगिनी अत्र चकारग्रहणम् अस्ति खलु, निति च इति अस्ति खलु, इति कृत्वा निति इति सूत्रेण एव उक्तम् इति. तदनन्तरं च इति ग्रहणेन पूर्वस्मात् सूत्रात् किति इति अपि अस्तु अस्तु. धन्यवादः भगिनि. गृहिश्च जाश्च वैश्च व्यधिश्च वष्टिश्च विचतिश्च वृष्टतिश्च पृच्छतिश्च भजतिश्च. तेषाम् इतरेतर द्वन्द्वः भजतीनामिति एते भजित एतत् षष्ट्यन्तं नीति सप्तम्यन्तं च अव्ययं त्रिपदमिदं षङ्घः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे इत्यस्मात् सम्प्रसारणमित्यस्य अनुवृत्तिः. वचिस्पति यजादीनां किति इत्यस्मात् अस्तु किति इत्यस्य अनुवृत्तिः अस्ति. पञ्चदश इति षष्ट सूत्रः अस्तु. अनुवृत्तिसहितसूत्रं गृहिज्या वैव्यधि वष्टि विचति वृष्टति पृच्छति भजतीनां सम्प्रसारणां किति नियति च अस्तु अवगतम्. तत्र वचिस्वपि यजादीनाम् इति किति प्रत्यय एव भवति, किन्तु गृहीजावि इत्यस्मिन् किति नीति परे उभयोः परे उभयोः परे चकारेण तत् सूचितं किति. अस्तु अनिति धन्यवाद. सूर्यकुमारी भगिनी पृच्छति वा भगिनि? हा भगिनि. अनिति सह धातवः एतां हलन्तधातूनां तत्त्व इकारस्य इत्संज्ञा नास्ति, तेषाम् उपदायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति कितिमिति प्रत्यये परे. अनिजितां हलोपदायाः किमिति इति सूत्रेण यत्र उपदेशावस्थायां धातोः नित् नास्ति नित् नास्ति तत्र हलन्तमपि अस्ति धात्वन्ते हल् अस्ति तत्र नकारस्य लोपः भवति कितिमिति प्रत्यये परे. उदाहरणमस्ति प्रायोगः कन्द स्कन्दधातो नित् नास्ति अनुदित् अस्ति. तदनन्तरं लेप् प्रत्यय प्रा तत्र नकार हलन्तमस्ति धातु उपदा नकारः लोपः भवति कद् भवति प्रा कद् लेप् तत्कद्य रूपं भवति. वक्तव्यं भगिनि इदित् इति इत् इत् यत् आम् आम् इत् इत् नास्ति क्षम्यता इदित् इति इदित् इति इदित् नास्ति आम् प्रायोग प्रस् प्रंस् योगः लेप् यो प्रास् प्रस् तत्र अनुस्वार लोपः भवति प्रस् योगया प्रस्त्रस्य रूपं प्रायोगः त्वंस् द्वंस् योगः लेप् प्रायोगः द्वस् द्वस् प्रद्वस्य रूपं भवति. एवमेव प्रायोगः ब्रह्म तत्रापि अनुस्वारलोपः भवति प्रा भ्रस्त्यरूपं प्रभ्रंस तत्र चकार आयाति वा भगिनि अंस तत्र प्रक्रिया वदतु भगिनि प्र ब्रस् ब्रस् योगः या ब्रस्य न न अत्र चकारस्य तु जकारः भवति खलु केन सूत्रेण भवति ओ ब्रश्य ब्रश्य जस्य अंशः इत्यनेन न न इत्यत्र ब्रंस् इति प्रथमधातुः एव वदति खलु ब्रंस् वदति वा ब्रंश् वदति वा ब्रंस् प्रथमं ब्रंस् ब्रंस् इत्यत्र तु तत्र जलांजशो तत्र किं भवति प्रभस्य इत्येव भवति वा प्रभ्रस्य इत्येव भवति भगिनि अन्यकार्यं न भवति केवलं तत्र अनुस्वारस्य लोपः भवति अनुस्वारः मकारतुल्यः इति अस्ति खलु तथा किमपि न श्रूयते भगिनि भवत्याः ध्वनिः बहु न्यूनम् अस्ति पूर्वं श्रुतमासीत् अधुना तु किमपि न श्रूयते लब् अस्ति भगिनि मया तु लब्धं ब्रंसु अवसंसृणे इति 1.0859 दातु तत्र चेक् मध्ये स्थापयामि स्थापिता अस्तु धन्यवादः क्षम्यताम् धन्यवादः ज्युतादि इति उभादिषु कः अर्थः को अर्थः अवसंसृणे इत्युक्ते टु फाल् डौन् टु ड्राप् डौन् टु हेण्ड् डौन् तत्र काण्डी एवं संस्कृते हस्तात् वरं संस्कृते इति एव अर्थः खलु भ्रंसते इति तु संस्कृते इति एव अर्थः अस्ति तत्तु संस्कृते तेन तु समानार्थः अस्ति भ्रंसते इति स्लैड् डौन् इति तथा अर्थमपि किञ्चित् दृष्ट्वा गच्छामः वयं स्रंस् इत्यपि पूर्वं पठितमासीत् प्रस्रस्य इति तत्र भवति ध्वंस तु जानीमः खलु भङ्गः जायते इति स्कन्दति इत्यको अर्थः स्कन्दते स्कन्दते इति पठितवन्तः वयं गतिशोषणयोः इति अस्ति टु गो टु ड्रै इति स्कन्दते इति स्कन्दति अग्रे वदतु भगिनि भ्रंश इति I lost my page one second. अन्यः पठतु वा मणिमहोदय पठति वा महोदय भ्रंश इति द्वितीयं भ्रंश न न भ्रंश न उक्तवती शकारः शकारः यत्र अस्ति तत्तु न उक्तवती तालव्यशकारयुक्तः प्रायः भ्रंश अत्र अनुसारस्य लोपः भूत्वा ब्रश् इति रूपं भवति प्रभ्रश्य इति अनन्तरं प्रयोः भ्रंश इत्यस्य अपि समानार्थः स्रंस् भ्रंस् भ्रंश् त्रयाणामपि समानार्थः भवन्ति स्रंसते इति अर्थः. अन्य पठामि वा? प्रयोः स्रं प्रयोः स्रभ्य अत्रापि मकारस्य लोपो भवति इत्युक्ते मकारस्य उभतांशः मकारस्य लोपो भूतानि तान् द्रव्यं अतः प्ररूपं भवति प्रश्रुभ्य तदेव मन्त् धातु मध्ये प्रमत्य इति ग्रन्थ्य इति धातु मध्ये प्रग्रप्य प्रश्रप्य प्रकुप्य प्रशुद्य प्रकृच्य प्रकृच् कृच्य कृच् महोदय कृच्य प्रकृच्य तदेव नेक्स्ट् दातुं प्रकृच्य प्रकृच्य प्रभृज्य भृज्य प्रकृच्य प्रभृच्य प्रग्लिच् प्रगृच्य प्रलच्य प्रसच्य प्रपच्य प्रतच्य प्रश्रव्य अन्य अरुणभगिनी नास्ति महोदय, भवान् एव करोतु तर्हि. इतोपि किञ्चन करोतु, तदनन्तरं भवान् पठामि. प्रश्रव्य प्रतव्य प्रश्रुत्य प्रसस्य प्रकुश्य प्रज्य प्रत्य प्र भज्य प्रभ्य समस्य ब्रह्म समज्य समोद्य अत्र सकारः समुद्य केवलं वर्णमेव समुद्य समित्य प्ररूप्य तदेव प्ररूप्य प्ररूप्य प्रकृत्य प्रकृत्य संरूप्य प्रकृप्य रमुप्य प्रसृप्य प्रकृप्य प्रकृक्ष्य प्रबुद्य प्रवच्य प्र प्रशोज्य प्रकृतस्य प्रभूय पठामि सूत्रमपि पठित्वा तर्हि समापयतु. अनेताणाम् अनेतां हलभोदायः इति तेषां हलन्तदातूनां रस्योत्पादस्तु तेषां बोधायां नकारो चेत् ते नकारस्य लोपो भवति अस्मिन् तेषां ते इति कः न इति कः अनेकः बहुव्ययी गर्भः बहुव्ययी गर्भः समासः तेषाम् अनेकां स्वच्छे गन्धगर्भः बहुविन्दुसमासः षष्ठन्तं अलषष्ठन्तं त्रयाषष्ठन्तं कृत्वा मानलोपलोपेन एतां अलः सूत्रं वदति अनन्तधातूनां ह्रस्वैकारः इत् नास्ति इत्युक्ते इत् नास्ति चेत् उपदयांशः नकारस्य लोपो भवति इति सूत्रस्य अर्थः. आं महोदय तावदेव पठितवन्तः खलु तावदासीत् खलु आं भगिनि तावदेव आसीत् भवती निजन्तधातूनां लप्विधानप्रक्रिया भवती पठितुम् इच्छति किम् न भगिनि अग्रे मे सप्ताहे दशवादनम् अर्धदशवादनपर्यन्तं भवेत् वा न भवती पठितुमिच्छति चेत् पठतु भगिनि रात्रौ दशवादनान्तरं समाप्तम् अद्य किञ्चित् नास्ति गते सप्ताहे यत् पठितं तदेव पुनरावृतम् इति कृतम् अनन्तरं मणिमहोदय गतसप्ताहे महोदयः नागतान् भवती अपि नासीत् खलु इति कृतमपि तत्र पर्यायः भवतु इति धन्यवादः बहु लाभाय अस्ति एषः वर्गः न जाने भगिनि अहं तु दोषं न भवति भवन्तः परिशीलयति केवलं किम् इत्युक्ते मम मदर्थम् आनन्ददायकं भवति भवतां तत्र सम्पर्कः जायते मम तु बहु लाभः अभवत् यतोहि अनेके सन्देहाः आसन् भवत्या तस्य निवारणं तयोर्देशनिवारणं भवति अद्य अपि बहवः सन्ति एकैकं कृत्वा प्रेषयामि हा प्रेषयतु भगिनि तर्हि मम पठनं भवति अस्तु धन्यवादः सर्वेषां शुभरात्रिः